पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 101 नारद उवाच ते गणाधिपतीन् दृष्ट्वा नन्दीभमुखषण्मुखान् अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा निशुम्भषण्मुखं वेगादभ्यधावद दंशितः निशुम्भकार्तिकेयस्य मयूरं पञ्चभिशरैः हृदि विव्याधवेगेन मूर्च्छितः स पपात च तदशक्तिधरशक्तिं यावज्जग्राह रोषितः तावन्निशुम्भो वेगेन स्वशक्रिया तमपादयद ततो नन्दीश्वरो बाणैः कालनेमिमविध्यद सप्तभिश्च हयान् केदूं स्त्रिभिः सारथिमच्छिनद कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेदनन्दिनः तदपास्य सशूलेन तं वक्षस्य हनदृढम् सशूलभिन्नहृदयो हदाश्वो हदसारथिः अद्रे शिखरमामुच्य शैलाद्रिं सोऽप्यपादयद अध शुम्भो गणेशश्च रथमूषकवाहनौ युध्यमानौ शरव्रादैः परस्परमविध्यताम् अध शुम्भं गणाध्यक्षो हृदि विव्याधपत्रिणा सारथिं पञ्चभिर्बाणैः पादयामास भूतले तद शम्भोऽधिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम् मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः मूषकशरभिन्नाङ्गश्चचाल हृदवेदनः लम्बोदरः समुत्तीर्य पदादिरभवन्नृप ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि अपातयत्तदा भूमौ मूषकम् चारुहत् पुनः कालनेमिर्निशुम्भश्च उभौ लम्बोदरं शरैः युगपज्जघ्नदुःखोपात्तोत्रेणेव महाद्वीपं तं पीड्यमानमालोक्य वीरभद्रो महाबलः अभ्यधावदवेगेन भूतकोडियुधस्तदा कूष्माण्डाभैरवाश्चापि वेदाला योगिनीगणाः पिशाचा योगिनीसङ्घा गणाश्चापि तमन्वयुः तद किल किला शब्दैः सिंहनादैः सखुर्खुरैः विनादिदाडमरुकैः पृथिवी समकम्पद ततो भूतानि धावन्ति भक्षयन्ति स्म दानवान् उत्पतन्ति पतन्ति स्म न ऋतुश्चरणाङ्गणे नन्दीजकार्तिकेयश्च समायातौ त्वरान्वितौ निजघ्नदू रणे दैत्यान्निरन्तरशरव्रजैः छिन्नभिन्नाः तैर्दैत्यैः बाधितैर्भर्सितैस्तथा व्याकुलासा भवत्सेना विषण्णवदना तदा प्रविध्वस्तां तदस्येनां दृष्ट्वा सागरनन्दनः रथेनाधिपदकेन गणानभिययौ बली हस्त्यश्वरथसंह्रादशङ्खभेरीरवस्तदा अभवत् सिंहनादश्च सेनयोरुभयोस्तदा जालन्धरशरव्रादैर्निहारपटलैरिव द्यावा पृथिव्यो राच्छन्नमन्तरं समपद्यत गणेशं पञ्चभिर्विद्ध्वा शैलाद्रिमपि पञ्चभिः वीरभद्रं च विंशत्या ननाद जलदस्वनः कार्तिकेयस्तदो दैत्यं शक्र्या विव्याधसत्वरः व्याकुर्णशक्तिनिर्भिन्नः किञ्चिद्व्याकुलमानसः तदक्रोधपरीताक्षकार्तिकेयं जलन्धरः गदया ताडयामास स च भूमितले पदद तथैव नन्दिनं वेगादपातयद भूतले तदो गणेश्वरक्रुद्धो गदां परशुनाच्छिनद वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याधदानवं सप्तभिश्च हयान् केधुन् धनुश्चन्नं च चिच्छिदे तदोधिक्रुद्धो दैत्येन्द्रः शक्रिमुद्यम्य दारुणम् गणेशं पादयामास रथमन्यं समारुहद अभ्ययादथवेगेन वीरभद्रं मृषान्वितः ततस्तौ सूर्यसङ्काशौ युयुधादे परस्परं वीरभद्रस्तस्य हयांस्तथा बाणैरपादयद धनुश्चिच्छेद दैत्येन्द्रो युयुधे परिकायुधः स वीरभद्रं त्वरयाभिगम्य जखानदैत्यपरिकेन मूर्ध्नि स चापि दैत्यप्रविभिन्नमूर्धा पपादभूमौ रुधिरं समुद्गिरन् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनापरा भवो नाम एकाधिकशततमोऽध्यायः ॐ